अद्यतनविषयः भविष्यति अधिकरणस्य अधिकरणस्यापि भवति अनुयोगीसंज्ञा इति. तदनन्तरं ज्ञानं तद्विषयता विषयिता इत्येषाम् अंशानामपि चर्चा भवति. अस्तु, गते वर्गे अस्माभिः दृष्टं यत् प्रतियोगिता इति यद् अस्ति सा अवच्छिन्ना भवति. केन केन सम्बन्धेन अवच्छिन्ना भवति? संयोगसम्बन्धेन, समवायसम्बन्धेन, अपि च उदाहरणमपि ददातु भगिनि. सम्यक् उक्तं भवत्या, संयोगसम्बन्धेन इति. संयोगसम्बन्धेन, संयोगसम्बन्धः अस्ति यदा घटः भूतले अस्ति तत्र संयोगसम्बन्धः भवति. समवायसम्बन्धः भवति यत्र रूपं वायौ नास्ति. एतस्मिन् वाक्ये समवायसम्बन्धेन भवति. समवायसम्बन्धेन प्रतियोगिता अवच्छिन्ना भवति. प्रतियोगिता अवच्छिन्ना भवति, आम्. अनन्तरं तादात्म्यसम्बन्धः तत्र भवति यदा वाक्यम् एवमस्ति घटः पटः न, तदा घटः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति. तत्र तादात्म्यसम्बन्धः तत्र तदा कीदृशः अभावः? अन्योन्याभावः. घटः पटः न इति अन्योन्याभावः. किन्तु अपरत्र घटः नास्ति अथवा वायुरूपः रूपं नास्ति इत्ये तेषां नाम अत्यन्ताभावः. सम्यक् उक्तं भवत्या. अस्तु, इदानीम् अत्यन्ताभावः, अन्योन्याभावः अथवा अन्ये अभावाः यत्र भवन्ति तत्र अनुयोगिता कस्मिन् वर्तते? अत्यन्ताभावः अनुयोगिता कुत्र? घटः भूतले नास्ति. भूतले घटः भूतले नास्ति इति अभावः. घटाभावः. इदानीं प्रतियोगी कः, अनुयोगी कः एतस्मिन् सन्दर्भे? घटः प्रतियोगी, भूतलम् अनुयोगी. न, सामान्य अभावस्य विषये वदामि इदानीम्. अभावे अनुयोगिता अस्ति इति स्मर्यते वा? आम्, यदा सामान्यजलम् अस्ति, सामान्यजलाभावः अस्ति, सामान्यजले प्रतियोगिता अस्ति, सामान्यजलाभावे अनुयोगिता अस्ति. अनुयोगिता अस्ति, सत्यं. प्रथमतया अस्माभिः पूर्वम् एकवारं दृष्टमासीत् अनुयोगिता नाम तादृशः विरोधः यः अभावे वर्तते. घटाभावः अस्ति चेत् घटाभावे कश्चन काचन अनुयोगिता वर्तते. जलाभावः अस्ति चेत् अनुयोगिता तस्मिन् अभावे वर्तते. अभावस्य अनुयोगी इति संज्ञा दत्ता. किन्तु अद्य अधिकरणस्यापि अनुयोगी संज्ञा भवति इति विषयः. अस्तु, प्रारम्भिकस्तरे वयं दृष्टवन्तः यत् अभावस्य अनुयोगीसंज्ञा आसीत् इदानीम् अधिकरणस्यापि अनुयोगीसंज्ञा कथम् इति पठामः स्यापि भवति अनुयोगीसंज्ञा इति कुत्र भगिनि एकत्रिंशत् अस्तु पुटसङ्ख्या एकः अधिकरण एतद् ज्ञातं खलु अनुयोगिता कस्मिन् आसीत् पूर्वम् अभावे आसीत् इति विषयः स्पष्टः खलु आम् अस्तु अग्रे पठतु इदानीं द्वात्रिंशत् पुटे वा अधिकरणस्यापि भवति अनुयोगी इति संज्ञा एतदेव किल सत्यम् अभावाः एतावता निरूपिताः तन्निष्ठः विरोधः अनुयोगिता अपि उक्ता अस्य च अनुयोगिता शब्दस्य अन्यत्रापि प्रयोगः दृश्यते न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगी इति व्यवहारः दृश्यते यथा भूतलं घटानुयोगी अत्र भूतलम् अनुयोगी चेत् अनुयोगिता भूतले भवति इयं च अनुयोगिता न अभावनिष्ठविरोधरूपा किन्तु अधिकरणनिष्ठः धर्मः इति अधिकरणता एव तथा च भूतले घटानुयोगितास्थितियुक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः पाक्तिशः इदानीं किञ्चित् विवरणं ददातु अभावाः एतावता निरूपिताः इदानीम् अभावः विषये पठितवन्तः तन्निष्ठ इत्युक्ते तस्मिन् विरोधः अभावे किं विरोधः अस्ति तस्य नाम अनुयोगिता अथवा असंज्ञा अनुयोगिता इति वयं ज्ञातवन्तः एतावत्पर्यन्तम् अस्य च अनुयोगिता शब्दस्य अन्यत्रापि प्रयोगः दृश्यते अस्तु अग्रे अनुयोगिताशब्दस्य न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगी इति व्यवहारः दृश्यते पर्यायपदमपि अस्ति अनुयोगी अनुयोगी इत्युक्ते पर्यायपदम् अधिकरणः अपि इति अधिकरणं संज्ञा अधिकरणम् इति नूतन संज्ञा अस्ति इति वयं इदानीं न्यायग्रन्थेषु अधिकरणस्य अपि अनुयोगी इति व्यवहारः दृश्यते इत्युक्ते अनुयोगी न केवलम् अभावः अधिकरणमपि यथा भूतलं घटानुयोगी घटः भूतले अस्ति तद्वाक्ये भूतलं घटस्य अनुयोगी अत्र भूतलम् अनुयोगी इत्युक्ते आधारः चेत् अनुयोगिता भूतले भवति सत्यम् इयं च अनुयोगिता न अभावनिष्ठविरोधरूप अभावः इति अर्थे वयं पठामः तर्हि अनुयोगी नाम हरि ओम् आम् भवती श्रूयते वा सर्वैः आमां श्रूयते आम् आम् सम्यक् नास्ति भगिनी मम ध्वनिः सम्यक् नास्ति वा नीता भगिन्याः ध्वनिः सम्यक् नास्ति वा? नीता भगिन्याः ध्वनिः सम्यक् नास्ति. किञ्चित् अहं इदानीं सम्यक् अस्ति. मध्ये त्रुटिता जाता ध्वनिः, इदानीं सम्यक् अस्ति. वदतु भगिनी. अस्तु अस्तु. भवती किं प्रश्नं पृच्छति? न, अहं न सम्यक्तया न शृणोमि स्म तदा यद्भवती उक्तवती तावदेव. किन्तु अधिकरणनिष्ठः धर्मः इति अधिकरणता एव. अस्य परिच्छेदस्य अधिकरणनिष्ठधर्मः इति अनुयोगिता, न केवलम् अभावनिष्ठविरोधरूप. अस्तु अस्तु वा? आम् आम् आम्. तथा च भूतले घटानुयोगिता अस्ति इति युक्तौ घटाधिकरणता इति अर्थः ग्राह्यः. भूतले घटानुयोगिता अनुयोगिता अस्ति इत्युक्ते भूतलमस्ति अधिकरणम् इति विषयः. स्पष्टं स्यात् एतावता? अस्तु, माला भगिनी अग्रे पठति वा? एतां च अधिकरणतारूपां योगिताम् आदाय भेद अत्यन्ताभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति. अत्यन्ताभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य च सप्तमी भवति. यथा भूतले घटः नास्ति इति अत्यन्ताभावबोधकः प्रयोगः, अत्र च घटाभावः भूतले अस्ति. अभावप्रतियोगिता घटे, तद्वाचकपदोत्तरं प्रथमाविभक्तिः भवति. अभाव अनुयोगी भूतलम्, अतः तद्वाचकपदोत्तरं सप्तमीविभक्तिः भवति. एवमेव वायौ रूपं नास्ति, रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य सप्तमीविभक्तिः समर्थनीया. किञ्चित् प्रतिपादयतु भगिनि इदानीं वाक्यशः पठित्वा. आम्, अत्र अत्यन्तभावस्थले यदा प्रथमवाक्यमासीत् एतां च अधिकरणरूपाम् अनुयोगिताम् आदाय भेद अत्यन्ताभावयोः वैलक्षण्यं सम्प्रदाये इत्थं वर्णयति. अधिकरणतारूपम् अनुयोगिताम् आदाय इत्युक्ते स्वीकृत्य भेद अत्यन्ताभावयोः इत्युक्ते अर्थः कः? अत्यन्तभाव अपि च अन्योन्याभावस्य वैलक्षण्यं. भेदः इति यत्र कुत्रापि दृश्यते इदानीम् अग्रे अपि भेदस्थले इति उक्तमस्ति चेत् भेदः इत्युक्ते अन्योन्याभावः इति चिन्त्यताम्. अनन्तरं अत्यन्ताभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य च सप्तमी भवति. यदा अत्यन्तभावः भावः भवति तदा यत् प्रतियोगिता अस्ति तस्य प्रथमा विभक्तिः भवति. यत् प्रतियोगी अस्ति तस्य प्रथमा कथं वदनीयं भगिनि? यः प्रतियोगी अस्ति तस्य प्रथमा विभक्ति प्रथमा विभक्तिः भवति. या अनुयोगी पदम् अस्ति तस्याः सप्तमी विभक्ति भवति. इदानीं प्रतियोगी इति गुणीवत् प्रतियोगी इति यदा वदामः दीर्घ इकारान्तः तदा पुल्लिङ्गः. तर्हि यः प्रतियोगी अस्ति तस्य प्रथमा विभक्ति. अस्तु. यः अनुयोगी अस्ति तस्य सप्तमी विभक्ति. अस्तु भगिनि. यथा भूतले घटः नास्ति इति अत्यन्त अभावबोधकप्रयोगः. अत्र घटाभावः भूतले अस्ति. अभावप्रतियोगिता घटे. घटः घटे प्रतियोगिता अस्ति. भूतले घटाभावः अस्ति. तत्र भूतले अनुयोगिता अस्ति. सम्यक्. अनन्तरम् अत्र अनुयोगिता अधिकरणमेव. सत्यम्. तद्वाचकपदोत्तरं प्रथमाविभक्तिः भवति. इत्युक्ते प्रतियोगितायाः पदं प्रथमाविभक्तिं भवति. पदं प्रथमाविभक्त्यन्तं भवति. अभाव अनुयोगी भूतलम् अस्ति अतः तद् पदं सप्तमीविभक्त्यन्तं भवति. एवमेव वायौ रूपं नास्ति एतस्मिन् वाक्ये. रूपं प्रतियोगिता अस्ति अतः प्रथमा विभक्ति. न, रूपम् इदानीम् एवं वदतु. रूपं प्रतियोगी अस्ति. आम् आम् सत्यम्. रूपं प्रतियोगी अस्ति अतः तस्य प्रथमा विभक्ति तस्य प्रथमा विभक्तिः भवति अथवा तद् प्रथमा विभक्त्यन्तं भवति. अस्तु. अनुयोगिवाचकपदस्य सप्तमी विभक्तिः भवति. अत्र रूपं प्रथमा विभक्ति प्रतियोगिता अस्ति अतः प्रथमा विभक्त्यन्तं भवति. वायौ अभावः अस्ति वायौ अधिकरणम् अस्ति. वायौ अधिकरणता अस्ति अनुयोगिता अपि अस्ति. आम्, वायौ अधिकरणता अस्ति अनुयोगिता अपि अस्ति. तत्र सप्तमी विभक्त्यन्तं भवति. इदानीं कीदृशः अभावः एषः? अत्यन्ताभावः. बहु सम्यक्. चित्रं पश्यति वा भगिनी? आगस्ट् 15, 2015 इत्यस्य अधः किमपि यत् लिखितमस्ति कृपया पश्यतु. दृष्ट्वा किञ्चित् वदतु. अनुयोगिकः प्रतियोगिकः इति सर्वमस्ति तत्र. घटस्य अत्यन्ताभावः तत्र. सत्यम्. घटस्य अत्यन्ताभावः. घटः अस्ति. घटे प्रतियोगिता अस्ति. घटाभावः वामभागे अस्ति. तस्मिन् उपरि घटा घटाभावे अनुयोगिता अस्ति न सत्यं सत्यं घटाभावे अपि अनुयोगिता अस्ति किन्तु अन्यत्रापि अस्ति अनुयोगिता कुत्र अस्ति अन्यत्र भूतले हा घटः वा अथवा घटाभावः भूतले वर्तते चेत् अनुयोगिता भूतले अस्ति तर्हि भूतलं किं तत्र अनुयोगी अनुयोगी तत्र पश्यति वा अनुयोगी इति ह्रस्व इकारः नपुंसकलिङ्गे इनि प्रत्ययस्य घटः इति प्रतियोगी अस्ति दीर्घ इकारान्त भूतलम् अनुयोगी घटः प्रतियोगी अस्तु जयन्ती भगिनी अग्रे पठति वा आं भगिनि वेदस्थले वेदस्थले तु प्रतियोग्य अनुयोगी वाचकपदाभ्यां प्रथमा विभक्तिः यथा घटः पटो न इति यदि घटभेदः पटे अस्ति इति वक्तुम् इच्छति तदा पटः अनुयोगी घटः प्रतियोगी इयमपि पटनिष्ठ अनुयोगिता अधिकरणता एवमिह विपरीतमपि सम्भवति पटभेदः घटनिष्ठः बोधयितुम् इष्टश्चेत् अपि इदं वाक्यं भवति तर्हि अनुयोगिता घटनिष्ठा अनुयोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः नैव भवति इति भेदस्थले विशेषः प्रथमं भेदस्थले इत्युक्ते अर्थः कः घटः पटः न इति वाक्यं तत्र भेद इत्युक्ते कीदृशः अभावः अन्योन्याभावः सत्यम् अन्योन्याभावः भेदस्थले इति यद्वदामः तत्र अन्योन्याभावः इति अर्थः ग्राह्यः इदानीं वाक्यशः किञ्चित् पठित्वा प्रतिपादयतु भगिनि भेदस्थले यत्र अन्योन्य अभावः भवति उदाहरणार्थं पटः पटः न इति वाक्ये तु प्रतियोगिपदाभ्यां प्रथमा विभक्तिः भवति इत्युक्ते तत्र घटः पटः न इति वाक्ये घटः तु आदेयः अस्ति पटः यदि घटः पटे अस्ति चेत् पटः आधारः भवति अधिकरणं भवति एतावत् वयं पठितवन्तः अधिकरणं यत्र अस्ति अधिकरणम् अधिकरणे अनुयोगिता अधिकरणे अपि प्रतियोगि अनियोगिता भवति इति सत्यम् यत्र अनियोगिता अस्ति तस्मिन् तत्पदं सप्तमीविभक्त्यन्तं भवति यः प्रतियोगी अस्ति उदाहरणार्थं घटः घटे प्रतियोगिता अस्ति घटः प्रतियोगी अस्ति अतः तत्र प्रथमा विभक्ति प्रयोगं भवति कुत्र घटः घटे प्रतियोगिता अस्ति यत्र प्रतियोगिता अस्ति तत्र प्रथमा विभक्त्याः प्रयोगः भवति सत्यम् इदानीम् अनुयोगिताविषये पटः घटः पटः न इति वाक्ये पटः पटे अनुयोगिता अस्ति पटः अधिकरणम् अस्ति पटे अनुयोगिता अस्ति यत्र अनुयोगिता अस्ति तस्मिन् विषये सप्तमी विभक्ति भवति. हा, सप्तमी विभक्ति भवितुम् अर्हति स्म यदा अत्यन्ताभावः भवति, किन्तु अत्र अन्योन्याभावः, अन्योन्यभावस्य विषये वाक्यमस्ति घटः पटः न इति. घटः अस्ति, घटः किम् अस्ति तत्र, अनुयोगी अस्ति वा प्रतियोगी अस्ति वा? प्रतियोगी अस्ति. हा, पटः किमस्ति तत्र, अनुयोगी अस्ति वा प्रतियोगी अस्ति वा? अनुयोगी अस्ति. अनुयोगी अस्ति. घटः पटः न इत्यस्मिन् वाक्ये अनुयोगिनः अपि प्रथमा विभक्ति, प्रतियोगिनः अपि प्रथमा विभक्ति. ओ, यत्र अन्योन्य अभावः अस्ति तत्र प्रतियोगी अनुयोगी द्वयोः द्वयमपि प्रथमा विभक्त्याम् अस्ति खलु? सत्यं सत्यम् इति एव अत्र भगिनि क्षम्यताम्. न न चिन्ता नास्ति, इदानीं भ्रमः नास्ति इति मन्ये. अत्यन्ताभावः यत्र भवति तत्र अनुयोगी अनुयोगिनः सप्तमी विभक्ति, प्रतियोगिनः प्रथमा विभक्ति, किन्तु अन्योन्याभावस्थले किं भवति? अन्योन्याभावस्थले प्रतियोगी अनुयोगी द्वयं च प्रथमा विभक्त्यामेव स्तः. सत्यं. अग्रे पठतु. पठामि वा? अस्तु. यथा घटः पटो न इति, यदि घटभेदः पटे अस्ति इति वक्तुम् इच्छति तदा पटः अनियोगी. अत्र घटभेदः इत्युक्ते अन्योन्यभावः वा? यदि घटभेदः अस्ति, पटे अस्ति खलु, घटस्य अभावः पटे अस्ति. पटे अन्योन्याभाव अभावः अस्ति खलु? सत्यं. तदर्थं पटः अस्ति अधिकरणम्. अभावस्य अधिकरणमस्ति पटः. यः भवति अभावस्य, यद् भवति अभावस्य अधिकरणं, तद् अनुयोगी अपि भवति, तस्मिन् अनुयोगिता अपि वर्तते. अधिकरणम् इति यदा वदामः कस्य इति चिन्तनं भवतु, अभावस्य अधिकरणं. घटः भूतले नास्ति इत्यस्मिन् वाक्ये घटाभावस्य अधिकरणं किम् इति चिन्तनं, तदा भूतलं भवति अधिकरणं. घटः पटः न इति यदि वदामः तर्हि घटाभावः कुत्र अस्ति, घटाभावस्य अधिकरणं किम् इति चिन्तनं भवति चेत् तदा पटः भवति अधिकरणम् अथवा अनुयोगी. अस्तु, तदा पटः अनुयोगी, घटः प्रतियोगी. इयमपि पटनिष्ठ अनुयोगिता अधिकरणता एव. पटनिष्ठ अनुयोगिता यतः पटः अत्र अनुयोगी अस्ति, पटः अधिकरणं भवति, अतः पटे अनुयोगिता अस्ति. पटनिष्ठ अनुयोगिता इति उच्यते. एवमेह विपरीतमपि सम्भवति. विपरीतम् अत्र किम्? विपरीतम् इत्युक्ते विपरीतक्रमेण अपि. इदानीं घटः पटः न इति उक्तवन्तः, तदा एव पटः घटः न इति अपि वक्तुं शक्नुमः इति अर्थः. पटभेदः घटनिष्ठ बोधयितुम् अपि इदं वाक्यं भवति. पटभेदः घटनिष्ठः, घटनिष्ठेदः इत्युक्ते किम्? अन्योन्यभावः. यत्र घटः पटः न इति अस्ति चेत् तत्र अन्योन्य अभावः अस्ति, पटभेदः अस्ति खलु? पटः घटः न इति चिन्तयतु, अथवा रिवर्स् करोतु किञ्चित्, घटनिष्ठ पटभेदः इति. अस्तु, पटः घटः न तस्मिन् वाक्ये घटः अधिकरणं भवति वा? सत्यं. तत्रापि तत्र यदा यत्र घटः अधिकरणं भवति तस्मिन् अनियोगिता अस्ति इति अत्र तर्हि पटे प्रतियोगिता अस्ति. तर्हि तर्हि अनुयोगिता घटनिष्ठा इति अनियोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः न एव भवति इति भेदस्थले विशेषः. अत्र यदा वयं दृष्टवन्तः यत्र अन्योन्य अभावः अस्ति घटः पटः न वा पटः घटः न इति द्वयोपि सन्दर्भे आश्रयः अस्ति. प्रथमवाक्ये पटः, द्वितीयवाक्ये घटः. कस्याश्रयः कस्याश्रयः? घटः पटः न इति वाक्ये घटस्य आश्रयः अस्ति पटः. कस्य अभावस्य आश्रयः? ओ अस्तु अस्तु. आश्रयभेदे अपि विभक्तौ भेदः नैव. कस्य आश्रयः? अनुयोगितायाः आश्रयः, प्रतियोगितायाः आश्रयः. उभयोः वाक्ययोः मध्ये तत्र भेदः अस्ति, आश्रयभेदः. तथापि विभक्तिभेदः न भवति. घटः पटः न, पटः घटः न इति अनुयोगिप्रतियोगिनोः प्रथमा विभक्ति एव. अस्तु. तत्र अत्र आश्रयभेदः इत्युक्ते भिन्नभिन्नसन्दर्भेषु यत् यः आश्रयः भवति इति खलु. भिन्नता अस्ति आश्रये, भिन्नता अस्ति आश्रयम्. आश्रयः इत्युक्ते अधिकरणं, तावदेव. आम् आम् अस्तु अस्तु. आश्रयभेदः अस्ति चेत् अपि प्रथमा विभक्ति एव, प्रथमा विभक्त्याम् एव भवति द्वयोः सन्दर्भेषु. इदानीं चित्रं पश्यतु. तत्र एकं चित्रम् अस्ति, घटः पटः न इति अन्योन्याभावस्य चित्रं. चित्रविषये मम किञ्चित् क्लेशः अस्ति भगिनि. यदि अन्यस्मिन् स्क्रीन् गच्छामि चेत् चिन्ता नास्ति. नीता भगिनी पश्यति वा अन्योन्याभावः? आमाम्. तत्र आगस्ट् 15 इत्यस्य अधः गतसप्ताहस्य चित्रम्. आम्, न तद् नास्ति भगिनि. घटाभावः भूतले अस्ति इति विषयः अस्ति खलु. नूतनचित्रम् नीता भगिनी अस्ति वा? किञ्चित् मन्दं मन्दं श्रूयते भवत्याः ध्वनिः, किमर्थं न जाने. घटः पटः न इति अन्योन्याभावः दक्षिणतः अस्ति, कान्सेप्ट् बोर्ड् इत्यस्य दक्षिणभागे. एक्स्ट्रीम् रैट्. नूतनं नूतनं चित्रं, नूतनतया रचितम्. उपरि प्राप्तवती किम्? अनिता भगिनि नीता भगिनि न अहं श्रोतुं न शक्नोमि भवतीं हरि ओम् हलो हरि ओम् हलो हरि ओम् हरि ओम् इदानीं श्रूयते इदानीं श्रूयते क्षम्यताम् घटः पटः न इति पश्यति वा कान्सेप्ट् बोर्ड् इत्यस्मिन् कान्सेप्ट् बोर्ड् अस्ति मम पुरतः किन्तु तद् एक्स्ट्रीम् रैट् गच्छतु स्क्राल् करोतु केवलं स्क्राल् कृत्वा उपरि गच्छतु तावदेव आगस्ट् 15, 2015 नीता भगिनी न श्रूयते हलो हरि ओम् हलो इदानीं श्रूयते नीता भगिनी भवत्याः ध्वनिः सम्यक् एव अहं शृणोमि ओ अस्तु भवत् किमर्थं न जाने भवत्याः ध्वनिः मध्ये मध्ये त्रुटिता भवति ओ क्षम्यताम् इदानीं सम्यक् इदानीं श्रूयते गृहे यत्र सिग्नल् अस्ति तत्र उपविश्य वदतु अत्र सिग्नल् अस्ति अस्ति वा अस्तु वदतु वदतु अस्ति घटः प्रतियोगी घटः प्रतियोगि तस्मिन् प्रतियोगिता अस्ति श्रूयते वा भगिनि आमाम् आं वदतु इदानीं श्रूयते पटः अनुयोगी तस्मिन् अनुयोगिता अस्ति पटे घटाभावः तदेव किल आम् आं कस्य अभावस्य निरूपणम् एतद् घटाभावस्य निरूपणम् आं कीदृशः अभावः अन्योन्याभावः अन्योन्याभावः पार्श्वे एव अत्यन्ताभावः अपि अस्ति यद् माला भगिन्या विवृतं तस्मिन् भूतलम् अनुयोगी घटः प्रतियोगी खलु हरि ओम् हलो हरि ओम् शृणोति वा आं शृणोमि अत्यन्ताभावस्य पार्श्वे एव अस्ति भूतलमस्ति अनुयोगी घटः अस्ति प्रतियोगी घटे प्रतियोगिता भूतले अनुयोगिता अन्योन्याभावस्य चित्रं पश्यति चेत् घटः अस्ति प्रतियोगी यस्मिन् प्रतियोगिता अस्ति पटः अनुयोगी अस्ति यस्मिन् अनुयोगिता अथवा घटाभावः अस्ति वस्तुतः घटाभावस्य आश्रयः अस्ति पटः तदर्थम् अनुयोगी अस्ति इति विषयः स्पष्टः वा एतावता प्रश्नाः सन्ति नीता भगिनी माला भगिनी जयन्ती भगिनी तर्हि अत्यन्त अन्योन्यभावयोः भेदः कः इत्युक्ते अत्यन्त बहवः भेदाः सन्ति यथा वयं पूर्वमपि दृष्टवन्तः संयोग वा अथवा समवायसम्बन्धेन अवच्छिन्ना भवति प्रतियोगिता यत्र तत्र अत्यन्ताभावः तादात्म्यसम्बन्धेन यत्र प्रतियोगिता अवच्छिन्ना भवति तत्र न्यून्याभावः अपि च अत्यन्ताभावे प्रतियोगिवाचकपदस्य प्रथमाविभक्ति अनुयोगिवाचकपदस्य सप्तमीविभक्ति अत्यन्ताभावे अन्योन्याभावे उभयोः इत्युक्ते प्रतियोगिवाचकपदस्य अनुयोगिवाचकपदस्य प्रथमाविभक्ति इति एतयोः मध्ये भेदः अस्ति इदानीम् एकः नूतनः विषयः यद् महोदयेन प्रस्तावितः ज्ञानं विषयः विषयता इति नूतनः विषयः अस्तु इदानीं घटः अस्ति इति चिन्तयन्तु अस्तु अस्माकं पुरतः घटः अस्ति चेत् अयं घटः इति ज्ञानमस्ति. अयं घटः इति ज्ञानम्. ज्ञानं कुत्र अस्ति स्मर्यते वा? आत्मनि अस्ति. सत्यम्, आत्मनि अस्ति. प्रथमे पुटे एव आसीत् द्रव्यम् इति, नवद्रव्याणि. एकमेकम् प्रत्येकस्मिन् द्रव्ये अपि एकः गुणः प्रदर्शितः. किञ्चित् पश्यन्ति वा प्रथमपुटं द्रव्यं? तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः. मनः. तस्मिन् आत्मनि किम् अस्ति? ज्ञानमस्ति. ज्ञानमस्ति. इदानीम् अस्माकं पुरतः घटः अस्ति चेत् आत्मनि किं ज्ञानमस्ति? इति ज्ञानमस्ति आत्मनि. आम्, अयं घटः इति ज्ञानमस्ति आत्मनि. तर्हि ज्ञाने आत्मनि ज्ञानम् इति गुणः अस्ति खलु? ज्ञानमिति अपि एकः गुणः, यथा रूपः, शब्दः इति गुणाः आसन् तदा तथा एव ज्ञानमिति गुणः. तर्हि आत्मा गुणी अस्ति. यस्मिन् गुणः सः गुणी, दीर्घ ईकारान्त गुणी इति. इदानीं गुणगुणिनोः मध्ये कीदृशः सम्बन्धः वर्तते? समवायसम्बन्धः. समवायसम्बन्धः. तर्हि आत्मनि ज्ञानं केन सम्बन्धेन वर्तते? अत्यन्त समवायसम्बन्धेन. हा, वाक्यं पूर्णतया वदतु. आत्मनि ज्ञानं समवायसम्बन्धेन वर्तते. समवायसम्बन्धेन वर्तते. सम्यक्. आत्मा गुणी अस्ति. आत्मा पुल्लिङ्गपदम्, इनि प्रत्यय गुणी अस्ति. अस्तु वा? हा, इदानीम् अस्माकम् उदाहरणे अयं घटः इति ज्ञानमासीत् खलु? अयं घटः इति ज्ञानं, घटः इति विषयः. अयं घटं ज्ञानं, घटः केवलं घटः इति विषयः. ज्ञानस्य विषयः कः? घटः. विषयः ज्ञाने अस्ति. घटः इति विषयः ज्ञाने अस्ति. अस्तु, तर्हि ज्ञानं किं भवति तदा? विषयी भवति खलु? हा, सम्यक् जयन्ति भगिनी. ज्ञानं विषयी भवति. अवगम्यते वा नीता भगिनी? आत्मनि ज्ञानमस्ति. आत्मनि गुणः. आत्मनि ज्ञानमस्ति. गुणः गुणी अस्ति. गुणः गुणिनी अस्ति. आम् आम् आम् आम्. आत्मनि गुणः अस्ति इति कारणतः आत्मा गुणी अस्ति खलु? तथा एव घटः इति विषयः ज्ञाने अस्ति. तर्हि ज्ञानं किं भवति? न, घटः गुणः, गुणः न, विषयः इति उक्तवती. यस्मिन् गुणः अस्ति सः गुणी. यस्मिन् विषयः अस्ति विषयी. हा, विषयी. पुल्लिङ्गपदं, पुल्लिङ्गपदं नास्ति, नपुंसकलिङ्गपदमस्ति ज्ञानं. तर्हि ई नास्ति, मास्तु, विषयी. ह्रस्वैकारान्त विषयी. ज्ञानं विषयी अस्ति. पुनः इतो इदानीम् एकवारं अस्तु, अयं घटः इति किम् अस्ति अत्र माला भगिनी? अयं घटः इति विषयः अस्ति. विषयः नास्ति. घटं दृष्ट्वा अयं घटः इति यदा भवती वदति तत् किं भवति? अयं घटः इति किम् अस्ति? नीता भगिनी सहायं करोति वा? अयं घटः ज्ञानमस्ति. ज्ञानमस्ति, अस्तु. अयं घटः इति ज्ञानम्. ज्ञानं कुत्र अस्ति जयन्ती भगिनी? ज्ञानम् आत्मनि अस्ति. आत्मनि अस्ति. ज्ञानं गुणः अस्ति, आत्मनि तु गुणी भवति. आत्मा गुणी भवति. आत्मा गुणी भवति. आत्मा गुणी भवति. घटः विषयः अस्ति. घटः ज्ञाने अस्ति इति कारणात् घटः विषयः. घटः ज्ञाने अस्ति इति कारणात् ज्ञानं विषयी भवति. विषयी भवति. सम्यक्. माला भगिनी अवगच्छति वा किञ्चित्? घटः इति किम् अस्ति अत्र माला भगिनी? ज्ञानं. न न, नीता भगिन्या उक्तं किं? विषयः. विषयः. माला भगिनी, अयं घटः इति ज्ञानमस्ति. अस्तु अस्तु. अयं घटः, घटं दृष्ट्वा अयं घटः इति यद् वदामः तद् ज्ञानमस्ति. अस्तु. अस्माकं ज्ञानस्य विषयः कः? घटः. घटः. तर्हि घटः विषयः अस्ति. अयं घटः इति अस्माकं ज्ञानम्. ज्ञानम् आत्मनि भवति. यत्र आत्मा अस्ति तस्मिन् ज्ञानं भवति. ज्ञानम् इति गुणः अस्ति, तदर्थम् आत्मा गुणी अस्ति. इदानीं विषयस्य विषये चर्चयामः. घटः इति विषयः खलु? अयं विषयः कुत्र अस्ति? ज्ञाने अस्ति. सत्यं. सम्यक्. ज्ञाने अस्ति विषयः. ज्ञाने अस्ति घटः इति विषयः. सः विषयः ज्ञाने अस्ति. इदानीं ज्ञानं किम् अस्ति? इदानीं विषयः अस्ति इति कारणेन विषयी अस्ति. विषयी अस्ति. बहु सम्यक्. इति एव विषयः. इदानीं घटः विषयः इति उक्तं खलु? विषयः इत्यस्य भावः कः? विषयता. घटः विषयः अस्ति, तर्हि विषयता कुत्र अस्ति? घटे अस्ति. ज्ञानं किम्? विषयी. सम्यक्. वदतु भगिनी, माला भगिनी. ज्ञानं विषयी अस्ति, अतः तत्र विषयिता अस्ति. विषयिता अस्ति. अस्तु. इदानीं चित्रं पश्यति वा अधः? कान्सेप्ट् बोर्ड् मध्ये अस्ति. जयन्ती भगिनी, भवत्याः क्लेशः अस्ति चेत् मा चिन्तयतु, चिन्ता नास्ति तस्य विषये. केवलं शृणोतु. इदानीं तु दूरवाणी मध्ये किञ्चित् प्रापयामि चित्रम्. अस्तु वा. अस्तु अस्तु अस्तु. तर्हि माला भगिनी, चित्रं पश्यतु. तत्र घटः, घटे विषयता. ज्ञानं, ज्ञाने विषयिता. घटः विषयः अस्ति, ज्ञानं विषयी अस्ति इति सर्वं लिखितमस्ति खलु तत्र? आम्. इदानीं निरूपकनिरूप्यभावम् उपयुज्य विषयिता इत्यस्य निरूपणं करोतु. घटनिष्ठविषयता निरूपिता, ज्ञाननिष्ठविषयिता. बहु सम्यक्. तथा एव विषयता इत्यस्य निरूपणं करोतु. ज्ञाननिष्ठविषयिता निरूपिता, घटनिष्ठविषयता. विषयता. सर्वैः पुनः एकवारं कृपया भगिनि. माला भगिनी वदति वा इतोपि एकवारं कृपया? वदामि. विषयिता इत्यस्य वर्णनं करोमि. घटनिष्ठविषयता निरूपिता, ज्ञाननिष्ठविषयिता. सम्यक्. अवगम्यते वा जयन्ती भगिनी? एकनिमिषः भगिनी. चित्रं चित्रं पार्श्व पुरतः नास्ति चेत् किञ्चित् मनसि एव चिन्तयतु, यथा घटः प्रतियोगिता अभावः अनुयोगिता इत्यस्य निरूपणं भवति स्म, तथा एव घटः इत्यस्य उपरि विषयता अस्ति, ज्ञानम् इत्यस्य उपरि विषयिता अस्ति, अपि च एका ऊर्ध्वगामिनी शरः इत्युक्ते अप्वर्ड् एरो अपि अस्ति तत्र, तयोः मध्ये निरूपकनिरूप्यसम्बन्धः किम् इति माला भगिनी उक्तवती इदानीम्. हा, विषयिता इत्यस्य निरूपणं करोतु भगिनी, माला भगिनी. विषयिता घटनिष्ठविषयता निरूपिता ज्ञाननिष्ठविषयिता. इदानीं विषयता इत्यस्य कृपया. विषयता इत्यस्य निरूपणं भवति ज्ञाननिष्ठविषयिता निरूपिता घटनिष्ठविषयता. सम्यक्. नीता भगिनी अपि पश्यति वा चित्रम्? आम् आम् अहं पश्यामि. स्पष्टमस्ति? आम् स्पष्टं. सम्यक्. अस्तु, तस्य पार्श्वे अन्यत् किमपि अस्ति, आत्मा ज्ञानम् इति, तस्य किञ्चित् निरूपणं करोति वा नीता भगिनी? आत्मा गुणी अस्ति, ज्ञानं गुणः अस्ति. निष्ठ उपयुज्य वदतु इदानीं किञ्चित् ज्ञानं. पूर्वे वयम् उक्तवन्तः किल विषयता विषयता, तद् उपयुज्य वा? हा, तद् तद् तद् तस्य नास्ति अत्र प्रसक्तिः. विषयता विषयिता ज्ञानघटयोः मध्ये एव. इदानीम् आत्मा ज्ञान कस्मिन् कः निष्ठः अस्ति इति वदतु किञ्चित्. घटस्य स्थाने आत्मा. क्षम्यतां क्षम्यताम्. तस्य पार्श्वे एव अस्ति आत्मा, एकमारो अस्ति ज्ञानं. आत्मा गुणी अस्ति, ज्ञानं गुणः अस्ति. आम् आम्. ज्ञानं कुत्र अस्ति? ज्ञानम् आत्मनि अस्ति. आत्मनि अस्ति ज्ञानम्, आत्मनि अस्ति इति विषयं निष्ठ उपयुज्य वदतु इदानीम्. ज्ञानम् आत्मनि अस्ति निष्ठ उपयुज्य. अहं वदामि घटे विषयता अस्ति इति इत्येव वाक्यं घटनिष्ठविषयता इति वक्तुं शक्नोमि, अथवा ज्ञाननिष्ठविषयिता इति वक्तुं शक्नोमि, तथा एव ज्ञाननिष्ठविषयता निरूपिता. निरूपिता मास्तु भगिनि, केवलं निष्ठ उपयुज्य कः कस्मिन् अस्ति इति वदतु तावदेव. ज्ञाननिष्ठविषयता आत्मा निष्ठ भगिनी, आत्मनिष्ठज्ञानं तावदेव अपेक्षितमासीत्. ओ अस्तु, क्षम्यतां क्षम्यताम्. आत्मनि ज्ञानम् अस्ति इत्यस्य अर्थः कः? आत्मनिष्ठज्ञानम्. आम् इति एव इति स्मर्यते चेत् न कदापि दोषः भवति. आत्मनि ज्ञानम् अस्ति, आत्मनिष्ठज्ञानम्, आत्मा गुणी अस्ति, ज्ञानं गुणः अस्ति, घटः विषय अस्ति तर्हि घटनिष्ठविषयता, ज्ञानं विषयी अस्ति तर्हि घटनिष्ठविषयिता इति चित्रं स्मरन्तु. अस्तु, इदानीं किम् अपेक्षितम् अस्ति इति सर्वदा भ्रमः अस्ति किल, अतः अहं प्रयत्नं कृतवती, क्षम्यतां. न, चिन्ता नास्ति, प्रायः मम प्रश्नः अपि भ्रमात्मकः स्यात् तर्हि नास्ति चिन्ता. तर्हि एतद् स्पष्टमस्ति खलु, ज्ञानम् इत्युक्ते किम्? अयं घटः इति ज्ञानं, घटः विषयः, ज्ञानं विषयी, स्पष्टं वा? इदानीम् एतस्य चित्रस्य उपरि किमपि लिखितमस्ति, वृत्ति अनियामकः सम्बन्धः इति, पश्यन्ति वा? ज़ूम् इन् कृत्वा पश्यन्ति चेत् प्रायः सम्यक्तया दृश्यते. पश्यन्ति किम्? वृत्ति अनि अनियामकः सम्बन्धः इति कश्चन विषयः अस्ति. वृत्तिः इत्युक्ते आधेयः. यज्ञदत्तः आसने उपविशति इत्यस्मिन् अधिकरणं किम्? आधेयः किम्? अथवा आधारः किम्? आधेयः कः? आसने अधिकरणता अस्ति, आधारः अस्ति, यज्ञदत्ते आधेयता अस्ति. यज्ञदत्तः आधेयः अस्ति खलु? आम्. तत्र स्पष्टता अस्ति. आसनम् आधारः, यज्ञदत्तः आधेयः. स्पष्टता अस्ति किल? न कदापि यज्ञदत्तः आधारः भवति. आसनं यज्ञदत्तस्य उपरि स्थापयति चेत् आधारः भवति, नो चेत् तत्र स्पष्टता अस्ति. आसने उपविशति यज्ञदत्तः इत्यस्मिन् वाक्ये यज्ञदत्तः आधेयः, आसनम् आधारः इति स्पष्टता अस्ति, अथवा आसनम् अधिकरणम् इति स्पष्टता. तादृशः सम्बन्धः अस्ति वृत्तिनियामकः सम्बन्धः. वृत्तिः इत्युक्ते आधेयः, निश्चितमस्ति तत्र. स्पष्टं किम्? प्रश्नः अस्ति वा? आधारः आधेयः सम्बन्धः वृत्ति अतियामकसम्बन्धः वा? न, यत्र आधारः कः आधेयः कः इति स्पष्टता अस्ति, तत्र वृत्तिनियामकः सम्बन्धः. अस्तु, यज्ञदत्तः आधेयः. वृत्तिः इति यदा वदामि तत्र आधेयः इति चिन्तयतु. यज्ञः यज्ञदत्तः आधेयः, सः आसन्दे अस्ति चेत् आसन्दः आधारः अथवा अधिकरणमस्ति. इदानीं घटे आकाशः अस्ति इति वाक्यमस्ति. आकाशः इत्युक्ते स्पेस् अस्ति, न तु स्कै, स्पेस्. घटे आकाशः अस्ति इति वाक्यं सत्यं वा न वा? सत्यमेव. सत्यं. किन्तु आकाशे घटः अस्ति इति वाक्यं सत्यं वा न वा? तदपि सत्यं. तत्र तदपि सत्यं खलु? आकाशः घटे अस्ति, घटे आकाशः अस्ति, उभौ अपि वाक्ये, उभे अपि वाक्ये सत्यमेव स्तः. तर्हि अत्र आधारः कः आधेयः कः? प्रथमवाक्ये आकाशः अस्ति इति वाक्ये घटः आधारः भवति, आकाशः आधेयः भवति. द्वितीयवाक्ये विपरीतः भवति. तत्र अनिश्चितता अस्ति, कश्चन अनिश्चित काचित् अनिश्चितता अस्ति इति कारणतः तादृशसम्बन्धः वृत्ति अनियामकः सम्बन्धः. अन्य अपि उदाहरणम् अस्ति वा भगिनि, अनियामकसम्बन्ध उदाहरणम्? यथा तत्र लिखितमस्ति, अन्यसम्बन्ध अन्यवृत्ति अनियम अनियामकसम्बन्धस्य उदाहरणमस्ति ज्ञानम् अपि च घटः. घटे ज्ञानम् अस्ति, ज्ञाने घटः अस्ति इति उभावपि साधु. घटे ज्ञानम् अस्ति वा? कथं ज्ञाने घटम् अस्ति विषयः अस्ति इति अवगच्छामि, परन्तु घटे ज्ञानं कथम्? अयं घटः इति ज्ञानम्. नियामकसम्बन्धः इति उक्तः यतोहि घटज्ञानयोः तादृशः सम्बन्धः अस्ति. परस्परम् अन्यस्मिन् वर्तते, यथा आकाशे घटः घटे आकाशः, तथा ज्ञानं घटे घटे ज्ञाने इति वृत्ति अनियामकः सम्बन्धः. जयन्ति भगिनि? आम् आम्. इदानीं मम अपि किञ्चित् प्रश्नः अस्ति तथा एव, किन्तु इदानीं स्वीकारः भवतु, अग्रे गत्वा प्रायः स्पष्टः स्यात् इति महोदयेन अपि उक्तं. तर्हि ज्ञानघटयोः मध्ये वृत्ति अनियामकः सम्बन्धः अस्ति. अस्तु, यज्ञदत्त आसन्दविषये तत्र नियामकः आसीत्, निश्चितमासीत् आधारः कः अधिकरणं कः इति, किन्तु घट आकाशयोः मध्ये अथवा ज्ञानघटयोः मध्ये तथा नास्ति. अस्तु, इदानीम् अपरः एकः विषयः अस्ति. पुनः चित्रं पश्यतु, अधस्तने चित्रे यदस्ति पश्यन्ति वा? ज्ञानं महोदयेन दत्तम् उदाहरणमेव वदामि अहम् इदानीम्. इदानीं कश्चन पिता अस्ति, अस्तु, अपि च कश्चन पुत्रः अस्ति. यदि यथा ज्ञाने विषयिता अस्ति इति वदामः, तर्हि पितरि किम् अस्ति? भावः, पिता इत्यस्य भावः पितृत्वम् इति खलु? हा, पितृत्वं. पितरि पितृत्वम् अस्ति, पुत्रे किम् अस्ति? पुत्रत्वम् अस्ति. आमां, सत्यं, पुत्रत्वम् अस्ति. इदानीं यदा वयं वदामः पितृत्वम् इति वदामश्चेत्, तेन पदेन कस्य पिता इति प्रश्नः भवति खलु? सम्बन्धिक भावः अस्ति खलु द्वयोः मध्ये? सत्यं, हा, इति जानाति. पितृत्वम् इति वदामश्चेत् सर्वेषां पिता सः एव इति भावः अस्ति वा तत्र? न. नीता भगिनी वदतु, कस्य पितः, कस्य पिता, कस्य पुत्रः इति प्रश्नः. हा, तर्हि पिता पुत्रयोः, एकस्य पितुः अपि च तस्य पुत्रस्य मध्ये कश्चन सम्बन्धः वर्तते. तर्हि एषः पिता पितृत्वसम्बन्धेन अथवा पुत्रत्वसम्बन्धेन पुत्रेण सह सम्बध्यते इति वक्तुं शक्नुमः. तत्र स्पेसिफिसिटि अस्ति, पुत्रत्वम् इति कस्य पुत्रत्वम्, एतस्य, तस्य एव पुत्रस्य पुत्रत्वं, तेन सम्बन्धेन एव पितुः सम्बन्धः अस्ति पुत्रेण सह. अस्तु, पुत्रस्य अपि तथा एव, पुत्रत्वम् इति वदामः अथवा पितृत्वम् इति वदामश्चेत् स्पेसिफिक् पितृत्वं, न तु सर्वेषां पितृत्वं. पित्रा स्वनिरूपितपितृत्वसम्बन्धेन पुत्रत्वं, तस्य पुत्रस्य पुत्रत्वं निरूप्यते इति अवगच्छति वा? अथवा भ्रमः जातः वा? अग्रिमवाक्यमेव पुनः. नीता भगिनी किम् उक्तवती? अग्रिमवाक्यं पुनः एकवारं पित्रा स्वनिरूपितसम्बन्धेन हरि ओम् अहं शृणोमि स्वनिरूपितसम्बन्धेन पित्रा स्वनिरूपितसम्बन्धेन पुत्रे पिता अस्ति इति वक्तुं शक्नुमः. पुत्रे पिता अस्ति वा? इदानीं ज्ञानं घटे अस्ति. किमर्थं वदामि चेत् ज्ञानं घटे अस्ति इति वाक्ये ज्ञानम् अस्ति विषयी, तस्मिन् विषयिता अस्ति, घटः अस्ति विषयः, विषयता अस्ति. इदानीं ज्ञानं केन सम्बन्धेन घटे अस्ति इति प्रश्नः भवति. यथा पुत्र अथवा पिता तयोः मध्ये एकं निश्चितं सम्बन्धम् आसीत्, एकः एव पिता सर्वेषां पिता नास्ति, अथवा एकः पुत्रः यतोहि तस्मिन् पुत्रत्वम् अस्ति तदर्थं सः सर्वेषां पुत्रः न भवितुमर्हति किल. तदा एव तथा एव घटसम्बन्धज्ञानम् अस्ति इदानीं. ज्ञानमिति वदामश्चेत् घटसम्बन्धज्ञानम् इति एव अस्ति. अपि च वयं जानीमः यत् ज्ञानं घटे अस्ति, घटः ज्ञाने अस्ति. तर्हि ज्ञानं केन सम्बन्धेन घटे अस्ति इति प्रश्नः. ज्ञानं किम्? विषयतासम्बन्धः. हा, ज्ञानं विषयतासम्बन्धेन विषये अस्ति अथवा घटे अस्ति. तथा एव घटः विषयितासम्बन्धेन विषयिणि अथवा ज्ञाने अस्ति इति वाक्यद्वयम् अस्तु. पार्श्वे पटः भवतु, चिन्ता नास्ति, किन्तु तत्र भिन्नविषयतासम्बन्धः. घट अस्ति चेत् घट अपि च अयं घटः इति ज्ञानयोः मध्ये स्वनिरूपितविषयतासम्बन्धेन घटे अस्ति ज्ञानम्. तथा एव घटः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने अस्ति. प्रश्नः अस्ति अथवा किमपि चिन्तनम् अस्मिन् विषये? एकनिमिषं भगिनि. घटः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने अस्ति खलु? सत्यम्. भवती पिता पुत्र उदाहरणं दत्तवती, तत्र कीदृशसम्बन्धः? पित्रा इति तृतीयविभक्ति किमर्थं तृतीया खलु पित्रा इति? अत्रापि अहं वक्तुं शक्नोमि ज्ञानेन स्वनिरूपितसम्बन्धेन इति. ओ, ज्ञानेन स्वनिरूपितसम्बन्धेन सः स्वनिरूपितसम्बन्धः कीदृशः सम्बन्धः? विषयतासम्बन्धः. तेन सम्बन्धेन घटे अस्ति ज्ञानम्. तथा एव घटः अपि स्वनिरूपितसम्बन्धेन, सः सम्बन्धः कीदृशः? विषयितासम्बन्धः. तेन ज्ञाने अस्ति. तत्र प्रथमा न भवति वा? घटः ज्ञाने अस्ति इति कीदृशसम्बन्धः भवति? घटः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने अस्ति इति अशुद्धवाक्यं वा? न, नास्ति, अशुद्धं वाक्यं नास्ति. परन्तु तत्र घटेन इति कथं वा ज्ञानेन इति कथम्? तत्र भगिनी स्वनिरूपित इति क्त प्रत्ययः ओ अस्तु क्त प्रत्ययोगे तृतीय कर्मणि प्रयोगः भवति खलु केन निरूपितः सन् सम्बन्धः केन निरूपितः सम्बन्धः घटेन अथवा ज्ञानेन अस्तु अस्तु परन्तु किञ्चित् अवगमनं नास्ति चिन्ता किन्तु स्मरणं कुत्रचित् लिखित्वा ज्ञानं विषयतासम्बन्धेन घटे अस्ति घटः विषयितासम्बन्धेन ज्ञाने अस्ति उभयोः मध्ये एकः स्पेसिफिक् सम्बन्धः अस्ति ज्ञानम् इति वदामश्चेत् पटस्य ज्ञानमपि भवति घटस्य ज्ञानमपि भवति अपरस्य ज्ञानमपि भवति किन्तु विषयिनोः मध्ये एकः तयोः मध्ये एव भवति सः विषयतासम्बन्धः अथवा विषयितासम्बन्धः अपरः विषयश्चेत् अपरः विषयः विषयिता अथवा विषयतासम्बन्धः तत्र स्पेसिफिक् इत्यस्य संस्कृतपदं किं विषयविषयिणोः मध्ये विशिष्टसम्बन्धः इति वक्तुं शक्नोमि इति चिन्तयामि अस्तु तर्हि इत्युक्ते यूनीक् अस्ति तद् यथा एकः पिता अस्ति एकः पुत्रः अस्ति चेत् या पितृत्वं पितरि अस्ति तत् केवलं तस्य पुत्रस्य कृते न तु अपरस्य पुत्रस्य कृते एकः पुत्रः अस्ति चेत् तस्य पुत्रत्वं पितरं प्रति तस्य पितरं प्रति एव भवति अन्येषां प्रति नास्ति तथा एव ज्ञान घटः अथवा विषयविषयिणोः मध्ये सम्बन्धः तथा एव इति अस्य सारांशः मुख्यविषयः एवमेव अस्ति अवगम्यते वा प्रश्नः वा भ्रमः स्यात् मम अपि किञ्चित् भ्रमः अस्ति चिन्ता नास्ति अग्रिम सप्ताहे प्रायः सर्वं स्पष्टं भवति स्वनिरूपित इत्यस्य अर्थः कः इत्युक्ते विशिष्टसम्बन्धः वा हा इदानीं पिता पुत्रयोः मध्ये सम्बन्धं कल्पयितुम् इच्छामश्चेत् एषः मम पुत्रः इति पित्रा स्वनिरूपितसम्बन्धः खलु पित्रेण एव न पित्रा एव निरूपितः तत् अस्तु अथवा पिता अयम् अयं मम पिता इति पुत्रः वदति चेत् पुत्रत्वम् इति सम्बन्धः यदस्ति तद् पुत्रेण निरूपितः पितृत्वम् इति यत् सम्बन्धः अस्ति स्वस्य पुत्रं प्रति तद् पित्रा निरूपित सम्बन्धः अस्तु वा अस्तु तर्हि अग्रे कस्य क्रमः नीता भगिनी ज्ञानं तद्विषयता ततः आरभ्य पठति वा आं पठामि ज्ञानं तद्विषयता च विवरणसौकर्याय विषयता विषयिता च इति द्वौ सम्बन्धौ निरूप्येते तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते अयं च सर्वव्यवहाराणां कारणम् इति च उच्यते कथं येन कदाचित् अपि गौः केनापि प्रमाणेन न ज्ञाता न सह गामानय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः एवं सर्वत्र किञ्चित् प्रतिपादयतु भगिनि. विवरणसौकर्याय विषयता विषयिता च इति द्वौ सम्बन्धौ निरूप्येते. वयं तु जानीमः खलु विषयिता सम्बन्धः विषयता सम्बन्धः. इदानीं वयं पठितवन्तः तत्र गुणविभागे बुद्धिः ज्ञानम् इति बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते. गुणविभागे इत्युक्ते चतुर्विंशतिगुणाः आसन् इति पूर्वं वयं दृष्टवन्तः, रूपरसगन्ध इत्यादयः. तस्मिन् बुद्धि अथवा ज्ञानम् इति अपि एकः गुणः अस्ति. अस्तु. अयं च सर्वव्यवहाराणां कारणम् इति च उच्यते. ज्ञानम् अयं च इत्युक्ते ज्ञानम्. ओ अस्तु. कथं ज्ञानं सर्वव्यवहाराणां कारणं? किमपि व्यवहारं कर्तुं तस्य ज्ञानं स्यात् खलु. अयं घटः इति ज्ञानम् अस्ति चेत् घटस्य वर्णनं भवति, नो चेत् कदापि न कर्तुं शक्नुमः. कथं येन कदाचित् अपि गौः केनापि प्रमाणेन न ज्ञाता न सः गामानय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः एवं सर्वत्र. किम् अवगतं तत्र? अहं न अवगतं, भवती एव विवर. अस्तु. अत्र ज्ञानेन विना व्यवहारम् अशक्यम् इति अङ्गीक्रियते वा? यथा अयं घटः इति ज्ञानम् अपेक्षितमासीत् घटस्य विषये किञ्चित् वक्तुं, तथा एव इयं गौः गौः इति ज्ञातव्यं प्रथमम्. इयं गौः इति ज्ञानं, तद् ज्ञानमस्ति चेत् तदा एव अन्यः कोऽपि वदति गामानय इत्युक्ते गामानयतु, धेनुम् आनयतु इति यदा कदापि कोऽपि वदति चेत् तस्मात् पूर्वं गौः इत्युक्ते किम् इति ज्ञातव्यम्. धेनुः इत्युक्ते का इति ज्ञातव्या इत्येव अत्र उक्तमस्ति. इयं गौः अथवा अयं घटः अयं पटः इति ज्ञानं व्यवहारस्य पूर्वमेव भवेत्, तदा एव वयं व्यवहारं कर्तुं तत्सम्बन्धव्यवहारं कर्तुं समर्थाः भवामः इति विषयः तत्र. अवगम्यते वा माला भगिनी? आम् आम्. अस्तु, अग्रे पठतु भवती एव. अतः अस्ति माला भगिनी. अतः अस्ति ज्ञान अपेक्षा, किञ्च यः कश्चित् घटं जानाति न सः तदा पटं मठं वा जानाति. एवं यदा पटं जानाति न तदा घटं मठं वा. एवम् अन्यत्र अपि. अन्यथा एकेन ज्ञानेन सर्वेपि पदार्थाः ज्ञाताः इति कः सर्व एव स्यात्. अग्रे पठामि वा? न, यद् अवगतं तद् वदतु. अतः ज्ञानस्य अपेक्षा भवति यः घटः. किमर्थम् अतः ज्ञानस्य अपेक्षा भवति इति किञ्चित् पूर्वस्मिन् परिच्छेदतः कण्ठितमस्ति. किमर्थं ज्ञानापेक्षा भवतु? यः घटम् अथवा धेनुः विषये किमपि न जानाति चेत् सः वक्तुं समर्थः न भवति किमपि व्यवहारं कर्तुं समर्थः न भवति अतः अपेक्षा भवति अस्तु अग्रे यः कश्चित् घटं जानाति न सः तदा पटं मठं वा जानाति अतः यः घटं जानाति सः घटमेव जानाति घटस्य ज्ञानेन पटस्य ज्ञानम् अथवा मठस्य ज्ञानं न भवति सम्यक् एवं यदा पटं जानाति न तदा घटं मठं वा तावदेव एवम् अन्यत्र अपि अन्यथा एकेन ज्ञानेन सर्वेऽपि पदार्थाः ज्ञाताः इति सः सर्वज्ञ एव स्यात् यदि कोऽपि एकपदार्थस्य ज्ञानेन सर्वमपि पदार्थाः ज्ञातुं शक्नोति चेत् सः सर्वज्ञ भवति तथा न कदापि भवति खलु एकस्य पदार्थस्य ज्ञानेन एकं पदार्थं जानीमः अपरस्य ज्ञानेन अपरं जानीमः घटं ज्ञात्वा पटं न जानीमः पटं ज्ञात्वा घटं न जानीमः घटमपि ज्ञात्वा पटमपि ज्ञात्वा तदा वक्तुं शक्नुमः घटं जानामि पटं जानामि इति किन्तु घटस्य ज्ञानेन केवल घटस्य व्यवहारं कर्तुं प्रभवामः पटस्य ज्ञानेन पटसम्बन्धव्यवहारान् कर्तुं प्रभवामः इति विषयः नो चेत् सर्वज्ञता भवति एकं ज्ञात्वा सर्वं जानामि इति तथा तु नास्ति वास्तविकस्थितिः अग्रे जयन्ती भगिनी एवं च यदा यस्य पदार्थस्य ज्ञानं तदा एव पदार्थः ज्ञातः न अन्य इति व्यवस्थासिद्धिः ज्ञानस्य एव घटपटादीनां कश्चित् सम्बन्धः कल्प्यः स एव च विषयतासम्बन्धः घटज्ञानकाले यद्यपि घटो वर्तते पटोऽपि वर्तते परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव वर्तते जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतीम् एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थ ज्ञानम् इति वदामि यत्र एकस्मिन् एकस्य विषयस्य सम्बन्ध एव ज्ञानम् इति भवति आम् सम्यक् प्रत्यस्मिन् ज्ञाने एकः एव विषयः अस्ति आम् प्रत्यस्मिन् ज्ञाने विषयसम्बन्धः भवति स एव पदार्थः ज्ञातः न अन्य इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः इत्युक्ते यदा अहम् एकं पदार्थं जानामि तमेव जानामि न अन्यं जानामि घटपटादीनां कश्चित् सम्बन्धः कल्प्यः घटपटादीनां ज्ञानेन सह ज्ञानेन सह घटस्य अथवा पटस्य इत्यादीनां ज्ञानेन सह कश्चित् सम्बन्धः कल्प्यः वयं चर्चितवन्तः खलु एकं स्पेसिफिक् सम्बन्धः भवतु एकं ज्ञानम् एकः विषयः तयोः मध्ये कश्चित् सम्बन्धः कल्प्यः नीता भगिनी माला भगिनी अवगच्छन्ति वा अवगच्छतः वा अस्तु एव च विषयता सम्बन्धः यः सम्बन्धः ज्ञानं विषयोः मध्ये वर्तते सः विषयता सम्बन्धः इति घटज्ञानकाले यद्यपि घटः वर्तते पटः अपि वर्तते हा परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव वर्तते न पटेन सह इति यदि उदाहरणार्थं घटः विषयः अस्ति इति चिन्तयामः तत्र पटः अपि वर्तते परन्तु ज्ञानं घटस्य सम्बन्धेन एव ज्ञानं घटस्य सम्बन्धेन एव अस्ति न पठनं घटस्य विषयी अस्ति न तु पटस्य इति वक्तुं शक्नुमः ज्ञानं घटस्य विषयी घटस्य विषयी अस्ति न तु पटस्य घटः विषयः अस्ति चेत् ज्ञानं विषयी ज्ञाने अस्ति इति वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतिम् आकाशे चन्द्रिमा अस्ति अरुन्धति अपि अस्ति परन्तु यदा अहं चन्द्रमसं वयं चन्द्रमसं पश्यामः तस्मिन् समये चन्द्रमसमेव पश्यामः न तु अरुन्धतिं चन्द्रमसं विषयः अस्ति अस्माकं ज्ञानस्य विषयः तदा केवलं चन्द्रमसम् अस्ति न तु अरुन्धति इति एतावत्पर्यन्तं कृतमासीत् शनिवासरे अधुना प्रश्नाः सन्ति वा विषयिता विषयता विषये नीता भगिनी माला भगिनी अहं वक्तुमिच्छामि यत् पुस्तके चित्रं विरच्य स्थापयन्तु इति यद् कान्सेप्ट् बोर्ड् मध्ये अस्ति तद् एकं पुस्तकं वा डैरी नीत्वा स्थापयन्तु तदा दृष्ट्वा मनसि भवति इत्युक्ते आत्मनि ज्ञानमस्ति एकम् एरो स्थापयित्वा तत्र लिखति चेत् तत्र सुलभतया विजुलैजेशन् भवति तत्र आत्मनि ज्ञानमस्ति घटे विषयता अस्ति ज्ञाने विषयता अस्ति तथा कुत्रचित् लिखित्वा भवतु अस्तु तर्हि प्रश्नाः न सन्ति चेत् विरमामः शुभरात्रिः धन्यवादः